पद्मपुराणं खण्डं 1 सृष्टिखण्डम् अध्यायम् 80 वैशम्पायन उवाच श्रुतो गृहेश्वरस्यैष प्रभावस्त्वत्प्रसादतः रव्यादीनां ग्रहाणां च साधनं नो वदद्विज के ते रव्यादयस्तेषां कथं तोषः कथं प्रियं काले देशे दुःसम्प्राप्ते दर्शनं तच्छिवाशिवं व्यास उवाच गृहादयो ये लोके तु भुञ्जन्ति पुण्यपादकं शिवाशिवं च कुर्वन्ति विश्वकर्मक्षयाय वै सूर्यकालोऽन्तको ज्ञेयो जनेषु च ग्रहेषु च तिक्मसौम्याच्च योगात्स निग्रहानुग्रहे प्रभुः ग्रहभावाच्च तस्यैव सन्तोषं निगदाम्यहम् उदुम्बरपलाशाभ्यां पल्लवाभ्यां जुहोदियः आकृष्णेनेदि मन्त्रेण मूलकेनाथ शान्तये जिहुयादाज्ययुक्ताभ्यामभीष्टफलहेतवे शान्तये सर्वरोगाणां वद बन्धविमोचने एकैकेन तु मन्त्रेण कोतव्यं च शतं शतं शितं चच्छागलं दद्यात् सूरायादित्यवासरे भोजयेद्ब्राह्मणान् शक्रिया हव्यकव्यैर्मनोहरैः सप्तम्यां च सिदे पक्षे पञ्चदश्यां तथैव च रोगाद्विमुच्यते रोगी न रोगात् कृच्छ्रमेष्यति परमं चामरं सत्त्वमा ब्रह्मस्तम्भमात्रके ब्रह्माण्डे चाणुमात्रे च सूरसम्भावयिष्यते संहारान्तं क्रमात् सर्वमुत्पत्तिस्थितिकारणाद् प्राणसर्गे जनानां स पादविश्वचरस्तनौ मृत्युकाले तनोर्मध्यात् प्राणेन सह गच्छति शीर्षान्धस्तः सदा चन्द्रो द्विरष्टकलयायुधः अहर्निशं सुधावृष्टिं देहे वर्षत्यधोमुखः जन्तवस्तेन जीवन्ति महासत्त्वानुमात्रकाः उव्यां सस्यानि पुष्णादि तथा स्थावरजङ्गमान् यदाभ्यां पुष्पवद्भ्यां च धारितं जनितं जगद तयोराराधना पुष्टित् सदा पुण्यापरार्थिका साधयेत् सर्वकार्याणि साधकः सर्वदा शुचिः न पूजयति यो मोहात् सुधांशुं मानवाधमः आयुस्तस्य क्षयं याति नरकं चाधिगच्छति निष्कलङ्ककलाधार गङ्गाधर शिरोमणे द्वितीयायां जगन्नाथ तुभ्यं चन्द्रनमोऽस्तु ते तिथिमन्यामनुप्राप्य नमस्कारं विधोरपि प्रकरोदि नरो यस्तु सोभीष्टं फलमाप्नुयाद अत्रि नेत्रोद्भव श्रीमन् क्षीरोद मदनोद्भव महेश मुकुडावास तुभ्यं चन्द्रनमोऽस्तु ते दिव्यरूपनमस्तुभ्यं सुधाकरजगत्पदे शुक्लपक्षे तथा कृष्णे त्रियमायां विदुर्बुधाः ह्रां ह्रीं सोमाय नमः इति जप्यमन्त्रः प्रभाते जपनीयः एवं यः पूजयेत् सोमं श्रावयेच्छ शृणोति वा स पीयूषसमो लोके भवेज्जन्मनि जन्मनि एवं सहस्रनाम्ना यस्तौदि पूजयदे भुवि सोक्षयं लभते स्वर्गं पुनरावृत्तिदुर्लभम् इति सोमपूजा पित्तले भाजने कांस्ये दधिपूर्णे कृते शिवे न्यूनोऽधिकस्तु विभवा श्रुत्वा कर्म विमत्सरः स्वर्णे वा राजदे वारे सौम्ये कृष्णभवे बुधं संस्थाप्य सर्वसंस्थाने दद्याद्बहु सुताय च परं भवति सौभाग्यं पीयूषादधिकं भृशं स्त्रीणां च पुरुषाणां च न दौर्भाग्यं कदाचन रूपसौभाग्यकामोहं दधिपूर्णं च भाजनं ददामि कांस्यपत्रस्थं देहि सौभाग्यरूपकं द्विजाया वाच्यपूर्वेण दद्याद्विमत्सरो नरः सकृदो दक्षिणा देया तथा वस्त्रादिकं नवम् भोज्यान्नं सर्वसम्पूर्णं ताम्बूलं सुमनोहरं पुष्पमालादिकं दद्याद्रूपसौभाग्यहेतवे एवं ह्यकुरुते दानं सोमोद्दिष्टं द्विजातये स्वर्लोके नरलोके वा रूपसौभाग्यभुग्भवेद् इति श्री पद्मपुराणे प्रथमे सृष्टिखण्डे सोमार्चनं नामाशीतितमोऽध्यायः ॐ